गतरविवासरे तुदादिगण इति विषये अस्माकं चर्चा अभवत्। तत्र सामान्यधातवः कथं तत् कार्यं भवति इति अपि अस्माभिः दृष्टम्। इदानीं किमस्ति विशेषधातवः, सर्वे प्राप्नुवन्ति वा? आं जि, आं महोदय। चतुश्चत्वारः इगन्धदातवः सर्वे प्राप्नुवन्ति खलु? अस्तु, मीना महोदय पठतु। कुत्र महोदय, कुत्र? विशेषधातवः इकारान्तधातवः इगन्तधातवः विशेषधातवः इगन्तधातवः ओ इगन्तधातवः इक् प्रत्याहारे कश्चन सदस्यः अन्ते येषान्ते इक् प्रत्याहारः नाम ईबूरेल्। अतः अस्मिन् इकारान्तदातवः उकारान्तदातवः ऋकारान्तदातवः च अन्तर्भूताः। एतावता अस्माभिः दृष्टं यत् इगन्तदातवः नियमानुसारं प्रवर्तन्ते। भुवादिगणे दिवादिगणे च गणनियमम् अनुसृत्य यथा विकरणप्रत्ययस्य स्वभावः तथा एव इगन्तधातूनाम् अङ्गकार्यम्। भुवादिगणे पित् अतः सर्वत्र इगन्तधातौ गुणः नी ने भवति, भू भो भवति, कृ कर् भवति। दिवादिगणे श्यन् अपित् अतः सर्वत्र इगन्तधातुः यथावत् तिष्ठति। प्री प्रिय प्रियते, सू सूय सूयते इति। अतः भुवादिगणे दिवादिगणे च इगन्तधातवः सामान्यः इति उच्यते। परन्तु तुदादिगणे इगन्तधातवः विशेषधातवः सन्ति। किमर्थम् इति अत्र दृश्यताम्। किं लिखितम् इगन्तधातवः किम् इति प्रथमं वर्णितम्। ईबूरुले प्रत्याहारः अन्ते अस्ति चेत् इगन्तधातवः इति इकारान्त उकारान्त ऋकारान्त एते धातवः भुवादिगणे दिवादिगणे च अस्ति। भुवादिगणे तु शप्रत्ययः भवति सार्धातुक आर्धधातुकयोः इति सूत्रेण गुणं भवति। परन्तु शन् दिवादिगणे शन् प्रत्यये परे शन् इति सार्वधातुकं प्रत्ययं, परन्तु अपित् सार्वधातुकं नीत्वत् इति कारणेन गुणं न भवति। उदाहरणं प्रि प्रियते, सूय सूयते इति एव तिष्ठति। तथैव तथा एव महोदय। सम्यक्। तर्हि द्वादिगणे शप् प्रत्ययः अस्ति, शप् प्रत्ययः पित् अस्ति, अतः सार्वधातुक आर्धातुकयोः इति सूत्रेण गुणकार्यं भवति। द्विवादिगणे विकरणप्रत्ययः अस्ति श्यन्, तत्र अपित् अस्ति, अतः गुणकार्यं न भवति। तर्हि तत्र इगन्तानां कृते द्विवादिगणे कार्यं भवति गुणकार्यं, परन्तु द्विवादिगणे किमपि कार्यं न भवति। अतः लिखितमस्ति अत्र नी तत्र ने भवति, भू तत्र भो, कृ तत्र कर्, परन्तु द्विवादिगणे प्री तत्र प्रिय, सु तथा सूय इति भवति। इदानीं प्रश्नः अस्ति तुदादिगणे किं भवति। अस्तु, तर्हि अग्रे अग्रे पठतु महोदय। श इति श इति विकरणप्रत्ययः, अयं श प्रत्ययः सार्वधातुकः, तिङ्क्षित् सार्वधातुकम्। अपि पकारः यस्य न निति च अजादिः अच् आदौ यस्य सः च। अतः संक्षेपे अजादि अजादि अपित् इति वदेम। एतावत् तर्हि अत्र तुदादिगणे अपि अपित् अस्ति, दिवादिगणे अपि अपित् अस्ति, परन्तु तुदादिगणे प्रत्ययः अस्ति अ यत् अजादि अस्ति, दिवादिगणे प्रत्ययः अस्ति श यत् हलादि अस्ति। तर्हि अजादि हलादि इति आधारेण यत्र भेदः भवति तत् तद् भेदः अत्र अपि भवति इति अस्ति। एतावता वयं दृष्टवन्तः यत् व्याकरणशास्त्रे इ ऊरित्येषां कार्यद्वयं सम्भवति, एकः गुणादेशः नाम इ ए भवति, उ ओ भवति, ऋ अर् भवति। यन् आदेशः इको यन चीति सूत्रेण नाम इ य भवति, उ व भवति, ऋ र भवति। अधुना अधुना इतोपि द्वे कार्ये परन्तरमेव न न महोदय, अत्र इको यणचि अस्ति, अत्र गुणकार्यं नास्ति। गुणादेशः मध्ये अर् भवति, यण् आदेशः तत्र र एव भवति, यण् आदेशः। धन्यवादः। अधुना इतोपि द्वे कार्ये सम्भवतः इति बोध्यम्। इयङ् उवङ् आदेशौ इ भवति, उ भवति, ऋङ् इत्यादेशः ऋ रि भवति। कुत्र एतादृशकार्ययोः अवसरः प्राप्तः इति अधः पश्येम। किं लिखितम्? शप्रत्ययः विकरणप्रत्ययः तस्य तिंक्षित् सार्वधातुकम् अकारान्तकम् आच्छादौ अस्ति, किति चेति गुणादेशः न भवति। साधारणतया गुणादेशः नाम इ ए भवति, उ ओ भवति, ऋ अर् भवति। यण् आदेशः अपि एको यणचि सूत्रेण इ य उ व ऋ र ऋ र। शब्दः कुत्रापि शब्दः भवति महोदय? अस्तु, तर्हि सत्यमस्ति। तर्हि सर्वत्र सर्वसामान्यं सूत्रं किम् अस्ति? यदा इगन्तः अस्ति किमपि अङ्गं, किमपि इकारः अन्ते अस्ति, उकारः अन्ते अस्ति, तदग्रे यदि अच् वर्णः अस्ति, तर्हि सर्वसामान्यं किं भवति? इको यणचि, खलु? सन्धिकार्यं। तर्हि यथा वयं जानीमः तत्र सन्धिकार्यमस्ति, यत्र कुत्रापि अन्ते इकारः अस्ति तस्य अग्रे अच् वर्णः अस्ति, अकारः उकारः, तत्र सन्धिकार्यं भवति इको यणचि, येन इकारस्य स्थाने यकार, उकारस्य स्थाने वकार, ऋकारस्य स्थाने रेफः इति भवति। इत्युक्ते सर्वसामान्यम् अस्ति, परन्तु सर्वत्र तु सन्धिकार्यं न भवति। उदाहरणमस्ति नि योगः शप्, द्वादिगणे नि धातुः अस्ति, नि योगः शप् इति अस्ति खलु। तर्हि अत्र शप् तत्र अकारः एव तिष्ठति, अ इति तिष्ठति, तर्हि नि योगः अ, तर्हि अत्र किम् अस्ति? नियोगः अ इति सूत्रे इति स्थाने कयो कस्य कस्य सूत्रस्य प्रसक्तिः भवति? धातु, हा नि धातु, एकं तु अस्ति इको यणचि, अन्य किमस्ति? इदानीं तु पुगन्तलघु सार्वधातुकः अपि अस्ति खलु, किन्तु तत्र अस्ति खलु शप् शप् ओ शप् अस्ति चेत् आम् तत्र सार्वधातुकः धातुकः अपि कार्यं करोति। तर्हि अत्र इको यणचि सार्वधातुक आर्धातुकयोः उभयोः प्रसक्तिः भवति खलु, तर्हि कस्य सूत्रस्य कार्यं भवति कथं जानीमः? तत्र तु अङ्गकार्यं भवति प्रथमं खलु, सम्यक्। तर्हि इको यणचि इति सूत्रं वर्णकार्यमस्ति, सन्धिकार्यमस्ति खलु, परन्तु सारधातुक आर्धातुकयोः इति अङ्गकार्यम्, अङ्गकार्यम् अङ्गकार्यमस्ति, अङ्गे अस्ति खलु, अतः तस्य महत्त्वमस्ति। अतः तत्र मुख्यकार्यमस्ति गुणकार्यं भवति, अपि तु अपि च सार्वधातुक आर्धातुकयोः इति परसूत्रमपि अस्ति इको यणचि। तर्हि अत्र गुणकार्यं भवति, अतः नि योगः अ, तत्र इकारस्य स्थाने यकारः न भवति, अपि तु ने योगः अ इति कृत्वा नय इति भवति, तर्हि अत्र अस्ति। परन्तु अधुना किं भवति, तुदादिगणे यदि अस्ति इगन्तधातु तदनन्तरम् अ इति प्रत्यय, अत्र अपि इकोयणचि सूत्रस्य कार्यं भवति, तदनन्तरम् अन्य किमपि सूत्रम् अपि भवितुं शक्नोति, अत्र तु गुणस्य प्रसक्तिः नास्ति। अतः किं करणीयं, नूतनसूत्राणि अपि सन्ति अत्र, ये वयम् अग्रे पठामः। तर्हि प्रश्नरि मम कथनस्य प्रयोजनम् अस्ति, यदा इगारः उकारः अन्ते अस्ति, तदनन्तरम् अकारः यदि अस्ति, तत्र बहूनां सूत्राणां प्रसक्तिः भवितुं शक्नोति। सर्वप्रथमं तु इकोयणचि, तदनन्तरं सार्वधातुक आर्धातुकयोः, तदनन्तरम् अन्य अपि सूत्राणि सन्ति, यानि इदानीं वयं पठामः। तत्र कस्य सूत्रस्य कार्यं भवति इति तु वयं कस्य परसूत्रं किम् अङ्गकार्यम् इति दृष्ट्वा वयं ज्ञातुं शक्नुमः। अस्तु, इदानीम् इकारान्तधातवः अग्रे, विजया महोदय पठतु। क्षम्यतां, किञ्चित् विलम्बेन आगतवती, कुतः पठामः इदानीं? विशेषधातवः इति तत्र प्रथमबिन्दु इकारान्तधातवः। पूर्वम् एव एतत् विषये वयं दृष्टवन्तः एव भगिनि। हा, तत्र अस्ति खलु विशेषधातवः अस्ति, यत्र अस्माभिः गतरविवासरे स्थगितं तत्र इकारान्तधातवः। न, क्षम्यतां, मम तु गतवासरस्य अनन्तरम् अहं तु इकारान्तधातवः इति अस्ति, विशेषधातवः तत्र इकारान्तधातवः तत्र अस्ति, तत्र अतिष्णुधातुभ्रुवाम् इति अस्ति प्रथमसूत्रम्। अस्तु, सन्ति खलु भगिनि, तत्र अग्रे इकारान्तधातवः चत्वारः दातवः चत्वारः दातवः षप्रत्ययः अजादिः अपि इति कारणतः एकं सूत्रम् अत्र कार्यं करोति, अचि स्नुवो धातु ध्रुवं युवोरियं उवङ् इति, अनेन इकारान्तधातूनाम् इयङ् आदेशः भवति अजादि अपित् प्रत्यये परे। क्रमेण इदं कार्यम् अवलोकयेम। तुदादिगणीयः रि गतौ इति धातुः। तर्हि महोदय, एकवारम् अग्रे गत्वा सूत्रं पठतु। अस्तु, अचि स्नुवोर् धातु ध्रुवो युवो इयम् उवङ् इति षष्ठम अध्याये चतुर्थपादे सप्तसप्ततिः इति सूत्रतम स्नु प्रत्ययान्त अङ्गस्य स्वादिगणस्य अङ्गस्य यथा शवनु शक्नु चिनु शक्नु आ शक्नु चिनु इत्यनयोः इकारान्त उकारान्त धातुरूपी अङ्गस्य भू प्रातिपदिकस्य च येषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवं च आदेशः भवति अजादि प्रत्यये परे। स्नु प्रसङ्गे प्रत्ययग्रहणे तदन्ताः ग्राह्याः परिभाषासूत्रं त्रिविंशतिः इति परिभाषाया तदन्तविधिः, अनेन यस्य अङ्गस्य अन्ते स्नु प्रत्ययः स्यात् तस्मात् इत्यर्थः। युवो इति विशेषणधातुः शब्दस्य एव, यतोहि स्नु प्रत्ययान्त अङ्गं ब्रू प्रातिपदिकं च उकारान्तः एव, अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति। तर्हि धातु इत्येव अवशिष्यते यस्य कृते युवोः इति विशेषणं योग्यं येन विधि तदन्तस्य प्रथमाध्याये प्रथमपादे द्विसप्ततिः इत्यनेन यस्य धातोः अन्ते इकारः उकारः स्यात् इति अर्थः. स्नुः च धातुः च ब्रूः च तयोः इतरेतरद्वन्द्वः स्नु धातु ब्रुवः तेषां स्नु धातु ब्रुवाम् इह च उह च तयोः इतरेतरद्वन्द्वः यः तयोः युवोः इयं च ऊं च तयोः इतरेतरद्वन्द्वः इयं उवङ् उवङ्गौ अचि सप्तम्यन्तं स्नु धातु ब्रुवां षष्ट्यन्तं युवोः षष्ट्यन्तम् इयं उवङ्गौ प्रथमान्तम् अनेकपदमिदं सूत्रम् अङ्गस्य षड् अध्याये चतुर्थपादे एक प्रथमसूत्रे इत्यस्य अधिकारः अनुवर्तिसहितसूत्रं युवोः स्नूर् धातु ध्रुवम् अङ्गानाम् इयङ् उवङ्गौ अचि इति अचि इति अचि इति प्रत्यय स्नु धातु ब्रुवां युवो इयङ् उवङ् इति स्नु धातु प्रथम प्रत्यय अङ्गस्य स्वादिगणीयः अङ्गस्य यदा शक्नु चिनु इति अनयोः स्वादिगणीयः पञ्चमगणः उदादि तु षड् अतः एतत् वयं पूर्वमेव दृष्टवन्तः स्वादिगणीयः शक्नु चिनु इति अनयोः इकारान्त उकारान्त धातुरूपी अङ्गस्य भू प्रातिपदिकस्य च येषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशः भवति अचि स्नुवोर् धातु ब्रुवं युवोर् इयङ् उवङ् इति सूत्रेण भवति. अजादिप्रत्यये परे अजादिप्रत्ययः परे आगच्छति चेत् स्नु प्रसङ्गे प्रत्ययः ग्रहणे तद् अन्तग्राह्यः अङ्गस्य अन्ते स्नु इति आगच्छति चेत् तत्र प्रत्ययग्रहणे तत्र अजादिः परे आगच्छति चेत् तत्र एतत् रूपं परिभाषासूत्र त्रिविंशति एतत् विषये तत्र दत्तमस्ति. परिभाषया तदन्तविधिः अनेन यस्य अङ्गस्य अन्ते स्नुप्रत्ययम् आगच्छति चेत् तत्र इयङ् तत्र स्नु इति आगच्छति अतः इयङ् इति प्रसक्तिः नास्ति. धातु इत्येव अवशिष्यते यस्य कृते योः इति विशेषणं योग्यम् अत्र येन विधि तदन्तस्य तत्र कार्यं करोति किं चेत् तत्र तत्र यद् येन विधि तदन्तस्य इति सूत्रं तत्र धातोः अन्ते इकारः उकारः आगच्छति चेत् इति अर्थः विधिः सूचयति तत्र स्नुः च धातुः च त्यजतु तर्हि किमस्ति अत्र त्रीणि निमित्तानि सन्ति. प्रथमं तु यत् परकार्यमस्ति तत्र पूर्वकार्यमस्ति अत्र अजादिप्रत्यय परे अस्ति चेत् इति तर्हि अत्र अङ्गकार्यमस्ति यतोहि अङ्गस्य अधिकारे अस्ति अतः अङ्गकार्यमस्ति अतः अङ्गस्य कृते यत् प्रत्ययः भवति तत् अजादि भवेत् इति एकमस्ति. तदनन्तरम् अङ्गं कीदृशं भवेत् इति अपि लिखितमस्ति. प्रथममस्ति श्नु अत्र लिखितमस्ति खलु श्नु तर्हि श्नु तस्य अर्थं किं श्नु इति स्वादिगणस्य विकरणप्रत्ययः तर्हि श्नु अत्र लेखनस्य प्रयोजनं न केवलं श्नु प्रत्ययः परन्तु तादृश अङ्गं यस्य अन्ते श्नु प्रत्ययः अस्ति नाम श्नु प्रत्ययान्त अङ्गं नाम स्वादिगणस्य कोऽपि अङ्गम् अतः तत्र लिखितमस्ति खलु प्रत्ययग्रहणे तदन्ताग्राह्या नाम यत्र प्रत्ययस्य विवरणम् अस्ति तत्र न केवलं प्रत्ययस्य ग्रहणम् अपि तु तादृशम् अङ्गं यस्य अन्ते तत् सः प्रत्ययः भवति. तर्हि यत्र अङ्गे यस्मिन् अङ्गे अन्ते श्नु अस्ति तादृशम् अङ्गं तदेकम् अस्ति. तदनन्तरं ब्रू ब्रू इति प्रातिपदिकम् अस्ति ब्रू प्रातिपदिकम् अस्ति तत्र अथवा धातु अत्र अस्ति, धातु खलु अस्ति, धातु श्नु धातु भ्रुवा इति धातु। तर्हि धातु अस्ति चेत् कीदृशधातु? तर्हि अत्र लिखितमस्ति खलु युवोः, युवोः, युवोः इत्युक्ते किम्? यकार इकारस्य इकार योगः उकारः यदि वयं कुर्मः इको यणचि इति सूत्रेण सन्धिकार्यं यदि वयं कुर्मः तर्हि इ प्लस् उ तत्र यु भवति, तर्हि इ च उ च तस्य द्वन्द्वसमासः भवति यु, तत्र षष्टिधिवचनं भवति युवोः, तर्हि युवोः धातु युवोः। तर्हि तादृशधातुः यस्य अन्ते इकारः अथवा उकारः अस्ति। अन्ते इति कथं जानीमः? येन विधिस्तदन्तस्य, नाम न केवलं तादृशधातुः यः साक्षात् इकारः उकारः अस्ति, अपि तु तादृशधातुः यस्य अन्ते इकारः उकारः अस्ति। तर्हि यदि यदि श्नु प्रत्ययान्त अङ्गम् अस्ति, नो चेत् भ्रूप्रातिपदिकम् अस्ति, नो चेत् इकारान्त अथवा उकारान्त धातुः अस्ति, तस्य अनन्तरं यदि अच् अच् अजादिप्रत्ययः अस्ति, तर्हि तादृश अङ्गस्य तस्य इकारः अस्ति चेत् यङ् आदेशः भवति, उकारः अस्ति चेत् उवङ् आदेशः भवति। तर्हि इति अचिष्णुधातु ब्रुवां युवोर्यङ् उवङ्गौ इति सूत्रस्य अर्थः अस्ति। तर्हि इदानीं प्रश्नः अस्ति यत् यङ् उवङ् कस्य स्थाने आगच्छति? इकारस्य स्थाने उकारस्य स्थाने आगच्छति, नो चेत् सम्पूर्ण अङ्गस्य स्थाने आगच्छति? कोऽपि वक्तुं शक्नोति वा? आं जि, तत्र अन्ततो गत्वा अर्थः किम् अस्ति चेत् श्नु प्रत्ययान्तस्य ई वर्ण अन्त अन्ततो धातोः ब्रु इत्यस्य च अङ्गस्य इयम् उवङ् इति आदेशः भवतः अचि परतः अस्ति चेत्। न, मम प्रश्नः अस्ति इयम् उवङ् कस्य स्थाने आगच्छति? केवलम् इकारस्य उकारस्य स्थाने आगच्छति यत् अन्ते अस्ति, नो चेत् सम्पूर्ण अङ्गस्य स्थाने? कथं जानीमः सम्पूर्ण अङ्गस्य स्थाने? किमर्थम् न महोदय, अन्ते एकनिमिष सुमन् महोदय, अस्तु विजय महोदय वदतु, सम्पूर्ण अङ्गस्य स्थाने किमर्थं भवति? एतत् विषये वयं पूर्वमेव दृष्टवन्तः, तत् वदतु। एतत् आदि स्नुप्रत्ययान्त अङ्गं भवति चेत् एव तत्र भवति खलु जि? इयङ् उवङ् तत्र लिखितमस्ति खलु, तस्य स्थाने इयङ् उवङ् आदेशः भवति। तर्हि इयङ् उवङ् कस्य स्थाने आगच्छति इति मम प्रश्नः। ई वर्णस्थाने इयङ् आगच्छति, अनन्तरम् उवर्णस्थाने उवङ् आगच्छति, यथा क्रमेण। न, सत्यमस्ति, ई वर्णः अस्ति चेत् इयङ्, उ वर्णः अस्ति चेत् उवङ्, परन्तु सम्पूर्ण अङ्गस्य स्थाने अतः लिखितमस्ति खलु, अत्र शक्नु एकनिमिषः, भवती मम प्रश्नं न अवगच्छति। शक्नु योगः कोऽपि अजादिप्रत्ययः अस्ति चेत् उकार भवती वदति उकारस्य स्थाने उवङ् आगच्छति, तर्हि शक्नु केवलम् उकारस्य स्थाने उवङ् भवति, नो चेत् शक्नु इति सम्पूर्ण अङ्गस्य स्थाने उवङ् भवति? केवलम् अन्तिमवर्णस्य स्थाने उवङ् भवति, नो चेत् सम्पूर्ण अङ्गस्य स्थाने उवङ् भवति? तस्मात् एव अहं वदामि वा, तस्मात् एव येन विधिस्तदन्तस्य इति येन विधिस्तदन्तस्य वदति यत् तत् स्थाने कीदृशं भवति इति वदति, तत् वदति यत् न केवलं तादृशस्थाने यत्र यत् साक्षात् इकारः उकारः अस्ति, अपि तु तादृशस्थानि यस्य अन्ते इकारः उकारः अस्ति। येन विधिस्तन्तस्य इति सूत्रम् इदं न वदति यत् इयङ् उवङ् कस्य स्थाने आगच्छति। अनेकाश्चित् इति सूत्रेण वा महोदय? आम्, तर्हि अस्माभिः पठितम् अत्र भेदः कः इति जानातु, तत्र येन विधिस्तदन्तस्य तत् वदति यत् यत्किमपि विधिः अस्ति तद् विधिः सा विधि सः विधिः तादृशस्थानिनः कृते भवति यस्य अन्ते यत् लिखितमस्ति तद् भवति नाम अत्र लिखितमस्ति खलु धातु युवोः इयङ् उवङ्गौ तर्हि युवोः इत्युक्ते किम् इकारः उकारः तर्हि सूत्रे साक्षात् तु लिखितं नास्ति इकारः उकारः नाम किं कोऽपि वक्तुं शक्नोति नाम तादृश एव अङ्गं यस्य यत् साक्षात् इकारः अथवा उकारः अस्ति नाम इकारयोगः अच् अजादिप्रत्ययः उकारः इत्युक्ते अजादिप्रत्ययः योगः अजादिप्रत्ययः परन्तु तादृशं न येन विष्णुस्य इति वदति यत् न केवलं साक्षात् इकार उकार अपि तु तादृशम् अङ्गं यस्य अन्ते तादृशधातु यस्य अन्ते इकार उकार तदस्ति परन्तु इदं सूत्रं न वदति यत् यत् आदेशः अस्ति तत् कस्य स्थाने भवति तस्य कृते अन्यपरिभाषासूत्रस्य आवश्यकता भवति तर्हि यत्र किमपि लिखितं नास्ति कस्य स्थाने भवति तर्हि सर्वप्रथमं किं सूत्रम् आगच्छति परिभाषासूत्रं प्रथमं परिभाषासूत्रं यत् वदति यत् आदेशः कस्य स्थाने आगच्छति किमस्ति अलोन्त्यस्य अलोन्त्यस्य इति सूत्रमस्ति खलु यत् वदति यत् यत्किमपि आदेशः भवति सः आदेशः अन्तिम अचवर्णस्य स्थाने आगच्छति अलो अन्त्यस्य अन्त्य अलः स्थाने कार्यं भवति अन्त्य अलः स्थाने आदेशः आगच्छति इति अस्ति अतः एव ईवर्णः अन्ते अस्ति चेत् इयङ् आगच्छति उवर्णः अन्ते अस्ति चेत् उवङ्ग् परन्तु केवलम् अलोन्त्यस्य इति सूत्रं पर्याप्तं नास्ति द्वितीयपरिभाषासूत्रं किमस्ति अनेकाश्चित् सर्वस्य खलु अस्माभिः पठितं पूर्वं सर्वं तर्हि अलोन्त्यस्य इति प्रथमं परिभाषासूत्रमस्ति तत् वदति यत् यः स्थानी अस्ति तद् अन्तिम अलः वर्णस्य स्थाने भवति तदनन्तरमस्ति अनेकाश्चित् सर्वस्य नाम यत् आदेशः अस्ति तत् अनेकाल् अस्ति नो चेत् षित् अस्ति तत् सर्वस्य स्थानिनः स्थाने आगच्छति परिभाषासूत्रमेव अस्ति आम् परिभाषासूत्रमेव अस्ति तर्हि अनेकाश्चित् सर्वस्य इति सूत्रं किं वदति यत् स्थानी अनेकाल् अस्ति नो चेत् षित् अस्ति तत् सर्वस्य स्थाने आगच्छति इति अस्ति तर्हि अत्र इयङ् उवङ् इति अनेकाल् अस्ति खलु अत्र एकः एव वर्णः नास्ति अनेक अल्वर्णाः सन्ति इय ङ उय उव इति अनेकवर्णाः सन्ति अतः तत् सर्वस्य अङ्गस्य स्थाने आगच्छति इति सूत्रं वदति तर्हि केवलम् अन्त्य इकारस्य अन्त्य उकारस्य स्थाने इति तु न आगच्छति अपि तु सर्वस्य अङ्गस्य स्थाने आगच्छति परन्तु इतोपि अग्रे एकम् अस्ति निच्च निच्च इति सूत्रं किं वदति यत् यदि आदेशः नित् अस्ति तत्र नकारस्य इत् संज्ञा अस्ति तत्र अपि सः आदेशः अपि केवलम् अन्तिमवर्णस्य स्थाने आगच्छति यद्यपि सः आदेशः अनेकाल् अपि भवेत् अतः इयङ् यद्यपि तत् अनेकाल् अस्ति इय अनेकाल् अस्ति तद्यपि तत्र णित् अस्ति अतः केवलम् अन्तिमवर्णस्य स्थाने आगच्छति अतः णिच्च इति सूत्रेण वयं वक्तुं शक्नुमः यत् इयङ् यत् अस्ति तद् अन्तिम इकारस्य स्थाने एव आगच्छति न तु सम्पूर्ण अङ्गस्य स्थाने यत् उवङ् अस्ति तदपि केवलम् अन्तिम उकारस्य स्थाने एव आगच्छति न तु सम्पूर्ण अङ्गस्य स्थाने इति अस्ति तत्र अलोन्त्यस्य इति सूत्रस्य अपि कार्यं नास्ति अनेकाश्चित् सर्वस्य इति सूत्रस्य अपि कार्यं नास्ति निच्च इति सूत्रेण भवति इति सर्वे अवगच्छन्ति वा निच्च इति सूत्रं किं वदति किं प्रश्नः कः? निच्च निच्च इति सूत्रं किं वदति? अस्तु, इदानीं वयं पठामः. तर्हि अत्र प्रश्नः इदानीम् अस्ति यत् इयङ् उवङ् कस्य स्थाने आगच्छति? केवलम् अन्तिम इकारस्य अन्तिम उकारस्य स्थाने, नो चेत् पूर्ण अङ्गस्य स्थाने? तर्हि महोदय अग्रे पठतु, एकवाक्यमस्ति, मनसि भवेत्. विजया महोदय. पठामि. मनसि भवेत् यत् अस्मिन् सूत्रे किति निचि इति न उक्तं, परन्तु प्रत्ययं कित् नित् नास्ति चेत् इगन्तानां धातूनाम् एकः गुणः. अतः तत्र अचि स्नुवर् धातु ध्रुवम् इवो रियम् उवङ्ग् इत्यस्य प्राप्तिः नास्ति. तत्रापि प्रसक्तिः आसीत्, परन्तु सार्वधातुक अर्धधातुकयोः इत्यस्य परसूत्रत्वात् बलवत् भवति. किं लिखितं तत्र? अचि स्नुवर् धातु ध्रुवम् इवो रियम् उवङ्ग् इति सूत्रं षष्ठमाध्याये अस्ति, परन्तु तत्र सार्वधातुक अर्धधातुक इति सूत्रं सप्तमाध्याये अस्ति, अनन्तरं तृतीयपादम्. एतत् एतत् सूत्रमेव तत्र बलवत् भवति. किम् अस्ति चेत् तत्र इगन्तानां धातूनाम् एकः गुणः भवति इति. तर्हि यत्र सार्वधातुक अर्धधातुकयोः इति सूत्रस्य कार्यं भवितुं शक्नोति, तस्य कार्यं भवति यतोहि तत् परसूत्रमस्ति. तर्हि इदानीं पश्यामः, नि योगः शप्, भवादिगणे नियोगः शप् इति अस्ति, नियोगः अ. तर्हि अत्र नियोगः अ इति सूत्रे, अरुणा महोदय भवती वदतु, नियोगः अ इति सूत्रे, नियोगः अ इति प्रसङ्गे कस्य कस्य सूत्रस्य प्रसक्तिः भवति? नियोगः अ अत्र इको एणच् इति सूत्रं सन्धिकार्ये कर्तुं शक्नोति. तदनन्तरं सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणकार्यं भवितुम् अपि अर्हं भवति. तदनन्तरम् अपि अचिष्णुधातु ब्रुवमपि सम्यक्. यतोहि अत्र इकारान्त धातुः अस्ति, अग्रे अजादिप्रत्ययः अस्ति. तर्हि इकोयणचि सार्वधातुक आर्धातुकयोः अचिष्णुधातु ब्रुवां यवोर्यम् उवङ्गु. तर्हि कस्य सूत्रस्य कार्यं भवति इति कथं जानीमः? प्रथमम् इको एनर्जि न कार्यं करोति. प्रथमं सार्वधातुक आर्धातुकः मे कार्यं कर्तुं शक्नोति, अङ्गकार्यं. अङ्गकार्यं तु अस्ति, परन्तु अचिष्णु धातु ब्रुवाम् इति किमर्थं कार्यं न करोति? किं न करोति? सार्वधातुकयोः आधातुकयोः इकोयणचि इति कार्यं न करोति, यतोहि तत् वर्णकार्यम्. अन्य अचिष्णुधातु ब्रुवां यवोर्यङ्गौ सार्वधातुक आधातुकयोः इति उभौ तु अङ्गकार्यं, परन्तु एतयोः मध्ये कस्य कार्यं भवति कथं जानीमः? अचिष्णुधातुः न कार्यं करोति चेत् प्रयोजनं कुत्रापि न भवति. अचिष्णुधातु ब्रुवां तस्य प्रयोजनं भवितुं शक्नोति, परसूत्रं भवति. तर्हि सार्वधातुक आर्धातुकयोः इति परसूत्रं भवति खलु? अतः हा, तर्हि अचिष्णुधातु ब्रुवां युवोर्यम् उवङ्गौ सार्वधातुक आर्धातुकयोः एतयोः उभयोः सूत्रयोः अन्यत्र अवकाशः भवति, अतः विप्रतिषेधं भवति, तुल्यबलविरोधः भवति. अतः परसूत्रत्वात् सार्वधातुक आर्धातुकयोः तत्र कार्यं करोति. अतः नियोगः अ मध्ये सार्वधातुक आर्धातुकयोः इति कार्यं करोति, परकार्यं. तर्हि यत्र यत्र गुणस्य कार्यं भवितुं शक्नोति तत्र तत्र गुणं कार्यं करोति, यतोहि तत् गुणस्य कृते यानि सूत्राणि सन्ति ते सर्वाणि परसूत्राणि भवन्ति. अतः तर्हि तत्र प्रश्नः नास्ति. परन्तु यत्र सार्वधातुक आर्धातुकयोः तस्य कार्यमेव न भवितुं शक्नोति, यतोहि तत्र कित्नित् अस्ति, तत्र तु अचिष्णुधातु ब्रुवां युवोर्यम् उवङ्गौ इति कार्यं करोति. अतः भ्वादिगणे सार्वधातुकार्धधातुकयोः इति सूत्रं कार्यं करोति, तुदादिगणे तस्य प्रसक्तिः एव नास्ति, अतः अचिष्णुधातुभ्रुवां युवोर्यम् अङ्गौ इति कार्यं करोति। अतः लिखितमस्ति यद्यपि अचिष्णुधातुभ्रुवां युवोर्यम् अङ्गौ इति सूत्रे साक्षात् लिखितं नास्ति यत् प्रत्ययः कित्नित् भवेत्, परन्तु तस्य कार्यं तु वस्तुतः तत्र एव भवति यत्र प्रत्ययः कित्नित् भवेत्। यदि प्रत्ययः कित्नित् नास्ति तत्र परसूत्रत्वात् सार्वधातुकार्धातुकयोः तस्य एव कार्यं भवति। अतः आहत्य वयं ज्ञातुं शक्नोति यत् शक्नुमः यत्र यत् अचिष्णुधातुभ्रुवां युवोर्यम् अङ्गौ तस्य कार्यं तत्र एव भवितुं शक्नोति यत्र प्रत्ययः कित्नित् भवति इति अस्ति। सर्वे अवगच्छन्ति वा? आं महोदय, प्रश्नः अस्ति वा? अत्र मुख्यमस्ति, यद्यपि अचिष्णुधातु इति सूत्रे कित्नित् लिखितं नास्ति, परन्तु आहत्य वयं ज्ञातुं शक्नुमः यत् तस्य कार्यं तु तत्र एव भवति यत्र कित्नित् प्रत्ययः अस्ति, नो चेत् अन्यथा यत्र कित्नित् प्रत्ययः नास्ति तत्र सार्वधातुकार्धधातुकयोः इति सूत्रस्य एव कार्यं भवति, यतोहि तत् परसूत्रमस्ति। अतः प्रत्ययः पित् अस्ति नाम कित्नित् नास्ति, तत्र इकारान्त उकारान्त अङ्ग अस्ति, तत्र अग्रे अजादि प्रत्ययः अस्ति, तस्य तत्र सार्वधातुकार्धातुकयोः इति सूत्रेण गुणं भवति। यदि पित् नास्ति चेत् अजादिप्रत्ययः परे अस्ति चेत् कित्नित् अजादिप्रत्ययः अस्ति चेत् अचिष्णुधातुभ्रुवम् इति कार्यं करोति। अस्तु, तर्हि महोदय क्षम्यताम्, इदानीं सम्यक् न स्मरामि, तत्रापि किमपि एक्सेप्शन् आसीत् खलु, यत्र कित्नित् गुणनिषेधकार्यम् एव करोति तत्र न भवति इति? न न, अत्र किमपि नास्ति, वयं पूर्वं पठितवन्तः खलु, तत्तु नित्य अनेकाश्चित् सर्वस्य निश्च इति तस्मिन् विषये अस्ति, अत्र विषयः नास्ति, अत्र नास्ति किमपि, अत्र अस्ति कित्नित् अस्ति चेत् अचिष्णुधातुभ्रुवां, कित्नित् नास्ति चेत् सार्वधातुकार्धातुकम्। अस्तु, अपवाद कुत्र आसीत्? अनेकाल अत्र अत्र वयं पठामः, तत्र आगच्छतु। अस्तु, धन्यवादः, अग्रे पठामः। इदानीं मलर् महोदय पठतु। आम् महोदय, अनेकाश्चित् सर्वस्य अस्ति वा? आम्, अनेकाश्चित् तत्र प्रथमबिन्दुः अस्ति खलु जि, अयम् इति धातुः यदि, तत् अग्रे पठामः, इदानीं सूत्राणि समापयामः, पठतु महोदय। इति सूत्रं वक्ति यत् आदेशः अनेकाल् अस्ति चेत् आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः, तर्हि सर्वस्य नाम सर्व अङ्गस्य स्थाने आदेशः आयाति। इयङ् इत्यस्मिन् आदेशे अकारः इकारयोः इत् संज्ञा भवतः, अतः इय इति अवशिष्यते। इय इत्यस्मिन् एक एव वर्णः न अपि तु तस्मात् अधिकः वर्णः इय इति, अतः अनेकाल् अस्ति। इदं सूत्रम् अलोन्तस्य इत्यस्य अपवादः। तर्हि अत्र पूर्णस्य रि इत्यस्य स्थाने इयङ् भवतु इति इदं सूत्रं विदधाति, परन्तु यच्च अनेकाश्चित् सर्वस्य इत्यस्य अपवादभूतसूत्रं मिच्च इति सूत्रेण आदेशः ञित् चेत् तर्हि अनेका चेदपि अङ्गस्य अत्यन्तस्य एव स्थाने आदेशः, अतः वि धातौ इकारस्थाने इय आदेशः। अनेकाश्चित् सर्वस्य इति सूत्रं सूत्रं वदति यदि आदेशः अनेकाल् अस्ति चेत् अनेका इत्युक्ते एकवर्णः न अपि तु अनेकवर्णः सन्ति. तादृशम् अस्ति चेत् अङ्गस्य अन्ते आदेशः न भवति, परन्तु पूर्व सर्व अङ्गस्य स्थाने हि आदेशः भवति इति एतत् सूत्रं वदति. तदनन्तरं एतत् अले अलोन्तस्य इति सूत्रस्य अपवादसूत्रं भवति. निच्च इति सूत्रं किं वदति महोदय? इति आदेशः नित् अस्ति चेत् अनेकाश्चित् सर्वस्य इति सूत्रं कार्यं न करोति, निच्च इति सूत्रमेव कार्यं करोति. अतः रि धातो प्रति इकारस्य स्थाने इय आदेशः भवति ङिच्च इति सूत्रेण. अतः इयङ् इति ङित् अस्ति, अतः ङिच्च इति सूत्रेण अपवादसूत्रेण कार्यं अन्तिमवर्णस्य आदेशः भवति, इकारस्य स्थाने एव इय भवति. तर्हि अलोन्त्यस्य इति सूत्रमस्ति प्रथमसूत्रं, तत् वदति यत् अन्तिम अल् स्थाने आदेशः भवति. परन्तु तस्य एकम् अपवादसूत्रमस्ति अनेकाल्षित् सर्वस्य, तत् वदति यत् आदेशः यदि अनेकाल् अस्ति अथवा षित् अस्ति तत् आदेशः सम्पूर्ण अङ्गस्य स्थाने आगच्छति, न केवलम् अन्तिमवर्णस्य परन्तु सम्पूर्ण अङ्गस्य स्थाने, सम्पूर्णस्थानिनः स्थाने भवति. परन्तु तदग्रे तस्यापि अपवादसूत्रमस्ति णिच्च, तत् वदति यत् आदेशः णित् अस्ति चेत् अन्तिमवर्णस्य स्थाने एव भवति, अनेकाल् अस्ति चेदपि. तर्हि वयं ज्ञातुं शक्नुमः यत् अत्र इयङ्ग मध्ये का स्थितिः अस्ति. इयङ्गमध्ये स्थितिः अस्ति यत् इयङ् इति अनेकाल् अपि अस्ति, अतः अनेकाल्षित् सर्वस्य इति सूत्रेण सर्वस्य स्थाने अपि आगन्तुं शक्नोति, परन्तु णित् अपि अस्ति. तर्हि णिच्च इति सूत्रम् अनेकाल्षित् सर्वस्य इति सूत्रस्य अपवादसूत्रम् अस्ति, अतः णिच्च इति सूत्रेण यतोहि इयङ् उवङ्ग इति णित्वत् अस्ति, णित् अस्ति, अतः केवलम् अन्ते इति आगच्छति. तर्हि आहत्य इयङ् उवङ् अन्तिम इकारस्य अन्तिम उकारस्य स्थाने एव आगच्छति इति अस्ति. तर्हि अत्र अपि एकः विशेषः अस्ति, तस्य अत्र आवश्यकता नास्ति, परन्तु अस्माभिः पूर्वमेव पठितं यत् इयङ् उवङ्ग यत् अस्ति तत्र णिच्च इति सूत्रस्य प्रयोजनं तत्र एव भवति यत्र णकारस्य इत् संज्ञा तस्य एकमेव प्रयोजनम् अस्ति यत् अन्तिम अल् वर्णस्य स्थाने आदेशः करोतु. यत्र यत् आदेशः अस्ति तत्र यत् णकारस्य इत् संज्ञा अस्ति, यदि यत् णकारस्य इत् संज्ञायाः यत् प्रयोजनम् एकमेव प्रयोजनम् अस्ति यत् अन्तिमवर्णस्य स्थाने आदेशः करोतु, तत्र एव णिच्च इति सूत्रेण अन्तिमस्थाने आदेशः भवति. अत्र इयङ् उवङ्ग मध्ये नकारस्य यत् अस्ति तस्य इत् संज्ञा अस्ति, तस्य किमपि अन्यकार्यं नास्ति, तत्र तस्य अन्य किमपि प्रयोजनं नास्ति, तस्य एकमेव प्रयोजनम् अस्ति यत् णिच्च इति सूत्रेण अन्तिमवर्णस्य स्थाने आदेशः करोतु. यदि नकारः नास्ति तर्हि इयङ् उवङ्ग इति यदि नकारः नास्ति, कोऽपि अन्य इत्वर्णः अस्ति, नो चेत् नित्वर्णः एव नास्ति, तर्हि अनेकाल्षित् सर्वस्य इति सूत्रेण इय उव इति अनेकाल् अस्ति, अतः अन्तिम इकारस्य अन्तिम उकारस्य स्थाने न अपि तु सम्पूर्ण अङ्गस्य स्थाने भवति. परन्तु नकारः तत्र किमर्थं स्थापितं पाणिनिना? तस्य एकमेव प्रयोजनं यत् अनेकाल् अस्ति चेदपि नकारं न्यकारस्य इत्संज्ञा इति कारणेन निच्च इति सूत्रेण अन्तिमस्थाने एव करोतु यद्यपि तत् अनेकाल् अस्ति इति. अतः तेन तत्र नकारः तत्र तिष्ठति. परन्तु यदि आदेशः अस्ति यत्र नकारस्य प्रयोजनम् अन्य अपि भवितुं शक्नोति, यतः गुणनिषेधः, सम्प्रसारणं नाम तत्र नकारस्य वस्तुतः किमपि प्रयोजनं न अस्ति, केवलम् अन्तिमवर्णस्य स्थाने आगच्छतु इति कारणेन नकारं नास्ति अपि तु अन्यप्रयोजनम् अस्ति, तत्र तु अनेकाश्चित् सर्वस्य इति सूत्रमेव कार्यं करोति. नाम उदाहरणमस्ति खलु, वयं जानीमः तुयो स्तातङ्ग आशिषि अन्यतरस्याम् इति सूत्रमस्ति. तद् वदति यत् लोट् लकारे तु प्रत्ययः अस्ति प्रथमपुरुष एकवचनं, नो चेत् लोट् लकारे हि प्रत्ययः अस्ति मध्यमपुरुष एकवचनं. तत्र विकल्पेन तु स्थाने तात्, हि स्थाने तात् इति भवति खलु, अतः पठतु नो अथवा विकल्पेन पठतात् इति भवति, पठ अथवा पठतात् इति विकल्प ध्रुपद्वयं भवति. तत्र अपि तातङ्ग अस्ति, तत्र अपि तातङ्ग यत् अस्ति तत्र नकारस्य इति संज्ञा भवति. अतः तत्र निच्च इति सूत्रेण अन्तिमस्थाने तात् आगच्छति इति यदि वयं कुर्मः तर्हि सम्यक् रूपं न भवति. तु योगः तात् यदि केवलम् उकारस्य स्थाने तात् आगच्छति तर्हि तत् तात् इति भवति, परन्तु तत्र तु सम्यक् नास्ति. तात् इति सम्पूर्णप्रत्ययस्य स्थाने आगच्छति. तत्र कारणमस्ति यत् तत्र नकार यत् अस्ति तद् नकारस्य प्रयोजनं वस्तुतः न केवलम् अन्तिमवर्णस्य स्थाने अपि तु तद् नकारस्य प्रयोजनम् अस्ति यत् इदं प्रत्ययम् एषः प्रत्ययः यत् अस्ति तत् नित्वत् अस्ति, अतः गुणकार्यं मा करोतु, सम्प्रसारणं भवति चेत् सम्प्रसारणं करोतु इति सर्वं तत् प्रयोजनम् अस्ति, न केवलम् अन्तिमवर्णस्य स्थाने. तर्हि यत्र नकारस्य इति संज्ञायाः प्रयोजनं गुणनिषेधः, वर्धिनिषेधः, अन्य किमपि प्रयोजनम् अस्ति, तत्र तु अनेकाश्चित् सर्वस्य इति सूत्रेण सम्पूर्णस्थाने एव आगच्छति, तत्र निच्च इति सूत्रस्य प्रसक्तिः न भवति. परन्तु यत्र नकारस्य केवलम् एकमेव, एकनिमिषं, मम कथनं समाप्तं न भवति. यत्र नकारस्य प्रयोजनं केवलम् एकमेव अस्ति यत् अन्तिमवर्णस्य स्थाने आदेशः आगच्छतु, तत्र निच्च इति सूत्रेण आगच्छति. अतः इयङ् उवङ्गमध्ये नकारस्य किमपि अन्यप्रयोजनं गुणनिषेध वृद्धिनिषेध इति किमपि नास्ति, केवलम् अन्तिमवर्णस्य स्थाने आगच्छति इति एव अस्ति. अतः निच्च मध्ये इयङ् उवङ्ग अन्तिमवर्णस्य स्थाने इति सूत्रेण आगच्छति. वदतु किं प्रश्नः अस्ति. किमर्थं न प्रसक्तिः अस्ति? तदेव मया इदानीं वदितम् उक्तं खलु, तत्र तातङ्ग मध्ये नकारस्य यत् प्रयोजनम् अस्ति तत् अत्र अस्माभिः पूर्वमेव अस्मिन् विषये दीर्घचर्चा कृता, परन्तु संक्षेपेण अस्ति यत् यत्र नकारस्य इत् संज्ञायाः प्रयोजनम् अस्ति, न केवलम् अन्तिमस्थाने आगच्छतु परन्तु किमपि अन्यप्रयोजनमपि अस्ति यत् गुणनिषेधः, वृद्धिनिषेधः अथवा सम्प्रसारणं यत् अस्ति, तथा किमपि अस्ति चेत् अनेकाश्चित् सर्वस्य इति सूत्रस्य एव कार्यं भवति. तर्हि तातङ्ग इति सूत्रे तु स्थाने तातङ्ग यत् आगच्छति तत्र नकारस्य केवलं प्रयोजनं तत्र अस्ति यत् तातङ्ग अस्ति चेत् गुणकार्यं मा करोतु. तर्हि अत्र पठतु योग अत्र तु यत् अस्ति प्रथमपुरुष एकवचनं तद्वस्तुतः तिप् स्थाने भवति, तिप् स्थाने अस्ति, अतः तु यत् प्रत्ययः अस्ति तदपि पित् अस्ति. परन्तु तु स्थाने यदा तात् भवति तत् तातङ्ग अस्ति अतः नित्वत् भवति. तर्हि यदा तु आगच्छति तत्र गुणकार्यं भवति, परन्तु यदि तात् आगच्छति तत्र गुणकार्यं न भवति इति भेदः अस्ति. अतः तातङ्गमध्ये नित्वस्य प्रयोजनम् अस्ति गुणनिषेधः. यत्र नित्वस्य प्रयोजनं न केवलम् अन्तिमस्थाने परन्तु किमपi सत्यमेव किमपि अन्य प्रयोजनम् अस्ति यथा गुणनिषेधः, वृद्धिनिषेधः, तत्र अनेकाल् अस्ति चेत् अनेकाश्चित् सर्वस्य इति सूत्रेण कार्यं भवति. परन्तु इयङ् उवङ्ग मध्ये तादृशं किमपि नास्ति, तत्र किमपि गुणस्य प्रसक्तिः किमपि नास्ति, तत्र नकारस्य एकमेव प्रयोजनम् अस्ति यत् अन्तिमस्थाने आदेशः आगच्छति इति तस्य तत् इति तत् सङ्केतयति. अतः तत्र निच्च इति सूत्रेण अन्तिमस्थाने भवति. तर्हि यङ् उवङ्ग ताकङ्ग, यङ् अपि अनेकाल्षित् नित्, उवङ्ग अपि अनेकाल् नित्, ताकङ्ग अपि अनेकाल् नित्, परन्तु ताकङ्ग अनेकाल्षित् सर्वस्य इति सूत्रेण सम्पूर्णप्रत्ययस्थाने आगच्छति. यङ् उवङ्ग इति तु निच्च इति सूत्रेण केवलम् अन्तिम इकारस्य अन्तिम उकारस्य स्थाने आगच्छति इति बृहत् कार्यम् अस्ति. परन्तु अत्र मुख्यकार्यं यदस्ति अस्माकं, यत् प्रश्नः अस्ति खलु, यङ् उवङ्ग कस्य स्थाने आगच्छति, तत् सूत्रे लिखितं नास्ति. अस्माभिः प्रश्नः अस्ति, अस्माकं प्रश्नः अस्ति यत् सर्वं सर्व अङ्गस्य स्थाने आगच्छति अथवा अन्तिम इकारस्य उकारस्य स्थाने. तस्य बोधनार्थम् अत्र वयं ज्ञातुं शक्नुमः, यद्यपि अनेकाल् अस्ति तथापि नित् अस्ति, अतः अन्तिमवर्णस्य स्थाने एव आगच्छति. अतः अङ्गमस्ति तस्य अन्ते यत् इकारः अस्ति, तत् इकारस्य स्थाने इयम्, उकारस्य स्थाने उवङ्ग. उवङ्ग् मध्ये अपि इयङ् उवङ्ग् मध्ये अपि अकारस्य नकारस्य इति संज्ञा अस्ति, अतः केवलम् इ यकार उ वकार इति एव तिष्ठति. तर्हि इयङ् तस्य इय उव इति भवति. सर्वे अवगच्छन्ति वा? महोदय, एकः प्रश्नः अस्ति. भवान् उक्तवान् तु अपि तत्रापि गुणः भवति, यतोहि तत्तु तिप् स्थाने आगच्छति खलु, तिप्तः विधीयते. अस्तु, तर्हि पठतु पठतात् अत्र प्रसक्ति नास्ति, परन्तु शक्नु इति अस्ति खलु, शक्नु तस्य शक्नु इति तस्य लोट्लकार प्रथमपुरुषं किम् अस्ति? शक्नोतु. तर्हि शक्नोतु अस्ति, परन्तु शक्नुतात् अस्ति. तर्हि तु अस्ति तत्र गुणकार्यं भवति, तात् अस्ति तत्र गुणकार्यं न भवति इति अस्ति. अस्तु, तर्हि अग्रे सूत्रं पठामः इदानीम् अनेकाल्षित् सर्वस्य. अस्तु, तर्हि मदर् महोदय पठतु, सूत्रं पठतु. मदर् महोदय. आम् महोदय, आम् महोदय. अनेकाल्षित् सर्वस्य आदेशः अनेकाल् आदेशः एकः एव वर्णः न अपि तु अनेके वर्णाः, अथवा षित् चेत् सर्वस्य सर्वस्थानिनः स्थाने भवति, न तु अत्यन्तवर्णस्य यस्य स्थाने अन्त्यवर्णस्य यस्य स्थाने आदेशः आदिष्टः सः स्थानि. इदं सूत्रम् अलोन्तस्य इत्यस्य अपवादः. न एकः अनेकः, नन् तत्पुरुष अनेकः, अल् यस्य सः अनेकाल् बहुव्रीहिः. शकारः इत् यस्य सः षित् बहुव्रीहिः. अनेकाल् च षित् च अनेकाषित् समाहारद्वन्द्वः. अनेकाल् प्रथमान्तं, षित् प्रथमान्तं, सर्वस्य षष्ट्यान्तं, त्रिपदम् इदं सूत्रं. स्थानेन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् अनेकाशित् सर्वस्य स्थाने. तदस्माभिः पूर्वं पठितं यत् यदि आदेशः अनेकाल् अस्ति अथवा षित् अस्ति, तत् सर्वस्य स्थाने आगच्छति इति अलोङ्क्यस्य इति सूत्रस्य अपवादसूत्रम् अभवत्. अग्रे निच्च. अग्रे निच्च. नित् आदेशः अनेकाल् चेदपि अन्त्यस्य एव स्थाने भवति. इदं सूत्रम् अनेकाशित् सर्वस्य इति सूत्रस्य अपवादः. अनेकाशित् सर्वस्य तु अलोन्त्यस्य इत्यस्य अपवादः. नकारः इत्यस्य सह नित् बहुव्रीहिः. नित् प्रथमान्तं च अव्ययपदं द्विपदम् इदं सूत्रम्. अलोन्त्यस्य इत्यस्मात् अलः अन्त्यस्य इत्यनयोः अनुवृत्तिः स्थानेन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं निच्च अलः स्थाने अलोन् अनेकाश्चित् सर्वस्य इति सूत्रस्य अपवादसूत्रः एतत् अस्ति यद्यपि आदेशः अनेकवर्णः अस्ति चेदपि तत् नित् अस्ति चेत् अन्तिमवर्णस्य एव आदेशः भवति इति उक्तम् तर्हि इति अस्माभिः पठितम् अस्तु तर्हि इदानीं वयम् अचिष्णुहातु ब्रुवाम् इति सूत्रं जानीमः तत्र इयङ् उवङ् कस्य स्थाने आगच्छति इदमपि इदानीं वयम् अवगच्छामः अस्तु तर्हि इदानीम् उपरि गच्छतु यत्र इकारान्तधातवः तत्र लिखितमस्ति तत्र अयं रीधातु इति अस्ति खलु तत् पश्यामः तर्हि अग्रे अरुणा महोदय पठतु आं महोदय अयं रीधातुः यदि भवादिगणे अभविष्यत् तर्हि लटि किं रूपम् अभविष्यत् इति चिन्तयेम रीयोगः लट् रीयोगः ति रीयोगाश योगः ति रीयुगो आ युगः ति सरधातुक आर्धधातुकयोग इत्यनेन गुणः रे युगः आयुगः ति यजोयावायावः इत्यनेन अयादेशः रै युग आय युगति रयति इदं केवलं चिन्तनार्थम् अयं रीधातुः भुवादौ नास्ति अतः इदं रूपं न सम्भवति उदाहरणं दत्तं रीधातु यदि भवादिगणे अभवत् इति अभविष्यत् इति चिन्तये किं भवति रूपं कथं भवति इति दत्तं लट् लकार वर्तमाने कत्तरि लट् विषये रीयोगः लट् तदनन्तरं लट् स्थाने थि आगच्छति कत्तरि तत् अस्ति रीयोगः महोदय रीयोगः लट् तदनन्तरं लट् स्थाने टि आगच्छति केन सूत्रेण ओ मै गाड् लस्य पादेभ्यः लस्य लस्य तदनन्तरं तदेव अस्ति खलु बृहत्सूत्रमस्ति यत्र सर्वे तिङ् प्रत्ययाः सन्ति आगच्छति तदनन्तरं कर्तृत्वे कर्तरि शप् आगच्छति रीयोगः शप् योगति शप् इति इत्वर्ण निष्कासं करणीयं प्रथमं पकारः अलन्त्यं षकारः लसक्वतदिति इति सूत्रेण इत् संज्ञा तदनन्तरं तस्य लोपः आ एव अवशिष्यति रीयोगः योगः इति अत्र री अत्र इक् वर्णः अन्ते अस्ति ततः सार्वधातुक आर्धधातुकयोः सूत्रेण गुणः भवति री रे भवति रे योगः आयोगः इति तदनन्तरं यचो अयावायवः सूत्रेण ए स्थाने ऐ आगच्छति ऐ रै योगः आयोगः रयति इति रूपं निष्पन्नं भवति परन्तु धातुः वादिगणे नास्ति केवलम् उदाहरणार्थं गुणकार्यं प्रदर्शनार्थं प्रक्रिया दत्तम् अत्र अग्रे तुदादिगणे सामान्यचिन्तनं अकारिष्याम तर्हि रीधातोः लटि किं रूपम् अभविष्यत् इति चिन्तयेम रीयोगः लट् री योगः ति रीयोगः श योगः ति महोदय शप् किमर्थं न श किमर्थं भवति सूत्रेण शकार आगच्छति योगः ति सार्वधातु आर्द्रद इत्यनेन गुणप्राप्तिः सार्वधातुकम् अपित् इत्यनेन श निद्वत् किञ्चित् च इति सूत्रेण गुणनिषेधः भवति रीयोगः आयोगः इति एको एनचि इत्यनेन यन् सन्धे प्राप्तिः यति इकारस्य स्थाने यकारः यर्यति. इदं केवलं चिन्तनार्थम्. अयं रीधातुः तुदादिगणे सामान्यधातुः नास्ति, अतः इदं रूपं न सम्भवति. वयं चर्चितवन्तः अचिष्णुधातु सूत्रं वर्तते, तदनन्तरमेव प्रथमं चिन्तयामः रीयोगः तुदादिगणे लट्लकारे प्रथमं रीयोगः तिप्रत्ययः आगच्छति, तदनन्तरं विकरणप्रत्यय श तुदादिभ्यः श इति सूत्रेण श आगच्छति, आ एव अवशिष्यति रीयोगः आयोगत इति सार्वधातुकयो आर्धधातुकयोसूत्रं प्राप् वर्तते. परन्तु निश न करोति. किमर्थम् इति चेत् श इति अपित् अस्ति, ततः निद्वद् भवति सार्वधातुक अपित् निद्वत्, ततः निक्किनिति च इति सूत्रेण गुणनिषेधः भवति, ततः रीयव आयोगति, तदनन्तरम् इकोयनचि इकार इव इक् वर्णस्य योगः अच्वर्णः अस्ति रन् रन् ऐ भवति, रि रेयोगः आदिरयति इति रूपं निष्पन्नं भवति. परन्तु तत्रैव अन्यसूत्रमागच्छ कार्यं करोति. तर्हि इदानीं रयति इति अपि सत्यं नास्ति, यतोहि अचिष्णुधातुभ्रुवाम् इति सूत्रस्य वस्तुतः कार्यम् भवति, यतोहि अचिष्णुधातुभ्रुवाम् इति सूत्रं इकोयणचि इति सूत्रत्वात् तत्र अङ्गकार्यमस्ति, अतः तस्य कार्यं भवति. तर्हि अग्रे पठतु. वस्तुस्थितिः का वस्तुस्थितिः का इति अग्रे पश्येम. रीयोगः लट् रीयोगहति रीयोगः श योगहति रीयोग आयोगति सार्वधातुक आर्धधातुक इत्यनेन गुणप्राप्तिः. सार्वधातुकम् अपि इत्यनेन श निद्वत् किनिति चेन गुणनिषेधः. रीयोगः आयोहति इको यनचि इत्येन यन् सन्देहे प्राप्तिः. श प्रत्यय अजादि अपि अतः अचिष्णुधातु ब्रुवां योरियोङ् वौ इत्यनेन यन् सन्धि प्रभाद्य यङ् आदेशः भवति. तर्हि अत्र इको यणचि अचिष्णुधातु ब्रुवाम् उभयोः प्रसक्तिः भवति, परन्तु अचिष्णुधातुभ्रुवाम् इति तस्य सूत्रस्य कार्यं भवति. तस्य कार्यमस्तस्य कारणमस्ति परसूत्रमपि अस्ति अङ्गकार्यमपि अस्ति. अतः अत्र वस्तुतः अचिष्णुधातुभ्रुवाम् इति सूत्रं कार्यं करोति. तर्हि इदानीं महोदय अग्रे गच्छतु. अन्ते इकारान्तस्य अन्ते तत्र रीगतौ इति किं भवति? रीगतौ रीयोगः शायोग रीयव अनन्तरम् अचिष्णुधातु ब्रुवां योरियुवाङ्गौ इत्यनेन अचिपरे इयङ् आदेशः रेफ योगः इयोगः अ रिया इति अङ्गं रियात् योगति रियति इति रूपं निष्पन्नं भवति. तुदादिगणे रयति इति न भवति, यतोहि गुणकार्यं न भवति. रति अपि न भवति, इकोणचि न भवति, परन्तु अचिष्णुधातु ब्रुवाम् इति सूत्रेण रीयति इति रीयति. जी तत्र सिक्स् प्लस् जी सूत्रं 3478. आम् अग्रे. तुदादिगणे चत्वारः इकारान्तदातः रीगतौ पीगतौ धीगतौ क्षीगतौ सर्वेषाम् अर्थः गच्छति अपि च सर्वेषां कार्यं रि यथावत् अतः रियति प्रियति धीयति क्षीयति इति रूपाणि. सत्यं. तर्हि पश्यतु अत्र नूतनरूपमस्ति, अत्र न तु गुणमस्ति न तु व्यन्सन्धिः अस्ति, अतः रियति पियति धीयति क्षीयति तत्र इकारस्य स्थाने इय इति आगच्छति. इयङ् मध्ये नकारस्य इत् संज्ञा भवति हलन्त्य इति हलन्त्यमिति सूत्रेण. तदनन्तरं यकारोत्तरवर्ति अकारस्य अपि इत् संज्ञा भवति उपदेशे अजनुनासिक इति सूत्रेण. तस्य लोपः इति सूत्रेण लोपः भवति, अतः इ य उ व इति एव अवशिष्यते. इय उ व अस्तु. तर्हि इदानीं प्रश्नः अस्ति वा कस्यापि? तर्हि एतावत्पर्यन्तम् अस्माभिः दृष्टं यत् इकारः योगः अच् नो चेत् उकारः योगः अच् अस्ति चेत् इकोयणचि अपि आगच्छुं शक्नोति, सार्वधातुक आर्धातुकयोपि आगन्तुं शक्नोति, अजिष्णातु ब्रुवम् इति अपि आगन्तुं शक्नोति. कुत्र कस्य कार्यं भवति तत्तु कस्य सूत्रस्य बलम् अस्ति इति दृष्ट्वा वयं ज्ञातुं शक्नुमः. उदादिगणे अजिष्णातु ब्रुवम् इति सूत्रस्य बलम् अस्ति अतः तस्य कार्यं भवति. वादिगणे सार्वधातुक आधातुकयोः तस्य अस्ति अतः तस्य कार्यं भवति. यत्र कस्यापि बलं नास्ति तत्र सामान्यसूत्रम् इकोयणचि इति सूत्रेण गुणकार इति सूत्रेण सन्धिकार्यं भवति. अस्तु, सर्वे अवगच्छन्ति वा? आम् जि. अस्तु अस्तु, तर्हि अग्रे सुमन् महोदय उकारान्त धातु. श्रूयते किम्? आम् अस्तु. उकारान्त ऊकारान्त धातवः षड् धातवः सन्ति. श इति विकर्णप्रत्यय अजादिः अपिट् इति उक्तम्. तस्मात् कारणात् अत्र पुनः इदं सूत्रं प्रवर्तते. अचिष्णु धातु ब्रुवां यवोरियं उवङ् अनेन उकारान्त धातूनाम् उवङ् आदेशः भवति. अजादि अपि प्रत्यये परे अजाद्यपिति अजादि अपिति ओ अस्तु अजादि अपिति प्रत्यये परे क्रमेण इदं कार्यम् अवलोकयेम. तुदादिगणीयः गु परिशोत्सर्गे क्षम्यतां गु पूरिशोत्सर्गे इति धातुः. किम् अस्ति महोदय पूरिशोत्सर्गे? तत्र एकवारं वदामि. तत्र किमस्ति, अत्र लिखितमस्ति खलु अजादि अपित् अस्ति अतः अचिष्णातु ब्रुवां भवति. तत्र अजादि किमर्थं लिखितमस्ति? तत्र शकारस्य इत्संज्ञा लोपः. अजादि तस्य किं प्रयोजनं नाम अचिष्णु धातु ब्रुवाम् इति अजादि श इति प्रत्ययः अजादि अपित् अस्ति अतः अचिष्णु धातु ब्रुवाम् इति सूत्रस्य कार्यं भवति. अस्तु, तत्र किमर्थम् अजादि किमर्थम् अपित् इति अहं पृच्छामि. अचिष्णु ब्रुवाम् एवं तु कार्यं करोति यत्र कार्यं अपि प्रत्यये अजादि प्रथमं तु अचि अस्ति अतः अजादि अस्ति चेदेव कार्यं करोति. अनन्तरम् अपि अपि भवितव्यं यतोहि नित्वत् भवितव्यं. नित्वत् न भवति चेत् किं भवति? नित्वत् न भवति चेत् गुणस्य प्रसक्तिः अस्ति चेत् गुणः भवति, नो चेत् सन्धि भवति. न तत्र नित्वत् नास्ति चेत् गुणस्य प्रसक्तिः भवति अतः गुणं भवति. तत्र सार्वधातुक आर्धातुकयोः इति सूत्रेण अतः लिखितमस्ति यत् अजादि अपि नित्वत् नास्ति चेत् गुण एव भवति. अतः अजादि अपि तत्र वस्तुतः सूत्रे अपि लिखितं नास्ति परन्तु आहत्य वयं ज्ञातुं शक्नुमः यत् अपि अस्ति चेदेव, नो चेत् तु गुणं भवति. अस्तु, पुरुषोत्सर्गे इत्युक्ते महोदय यथा स्टूल् अस्ति खलु, उत्सर्ग इत्युक्ते टु रिलीज़, पुरुषोत्सर्गे नाम टु रिलीज़ नाम तत्र प्रातःकाले यत् वयं कुर्मः खलु इति. टाय्लेट् करणं पुरुषं मलं मलं. अस्तु, तर्हि अग्रे पठतु. प्रथमम् उदाहरणम् अस्ति अयं भूधातु यदि भवादिगणे अभिवेश्यत् अभविष्यत् क्षम्यताम् यदि भवादिगणे अभविष्यत् तर्हि लटि किं रूपम् अभविष्यत् इति चिन्तयेम। गु योग लट् तत्र गु योग ति तत्र शप् आदेशः भवति। गु योग शप् योगति गु योग अ योगति। इदानीं सार्वधातुक आर्धधातुकयोः सूत्रं कार्यं करोति, प्रसक्तिः अस्ति, कार्यं करोति। उकारस्य गुणः भवति, गु गो भवति, गो योग अ योगति। इदानीं तु एचोयावः कार्यं करोति। गो स्थाने गव् आदेशः भवति, गव् योग अ योगति। गवति इति भवादिगणे अस्ति चेत् रूपं भवति गवति। इदं केवलं पठतु सुमन् महोदय, पठतु। इदं केवलं चिन्तनार्थे अयं गूधातु भवादौ नास्ति, अतः इदं रूपं न सम्भवति। अस्तु, यदि तुदादिगणे सामान्यचिन्तनम् अकरिष्याम तर्हि प्रथमपरिचये किमपि विवरणं कर्तुं करोमि वा अग्रे पठामि वा? पठतु, सर्वं पठतु। यदि तुदादिगणे सामान्यचिन्तनम् अकरिष्याम तर्हि लटि किं रूपम् अभविष्यत् इति चिन्तयेम। भूयोग लट् यो तत्र तिप् आदेशः भवति, गो योगति भवति, तत्र तुदादिगणस्य विकर्णप्रत्यय श शप्रबाद्य श आदेशः भवति, गुयोग श योगति, तत्र गुयोग अ योगति। सार्वधातुक आर्धधातुकयोः इत्यनेन गुणप्राप्तिः सार्वधातुकम् अपित् इत्यनेन श नित्वत् निति च इत्यनेन गुणनिषेधः। भूयोग अयोगति गुणसन्धिक्षम्यतां यन्सन्धि इकोयनचि इत्यनेन यन्सन्धेः प्राप्तिः घ्वति। उकारस्य स्थाने वकार आदेशः भवति, घ्व भवति, अनन्तरम् अङ्गमस्ति अघ्वति इति भवति। इदं केवलं चिन्तनार्थम्। अयं गुधातुः तुदादिगणे सामान्य धातु नास्ति, अतः इदं रूपं न सम्भवति। इदानीं तु अचिब्रुवाम् अचिष्णु धातु रूपं पश्यामः। वस्तुस्थितिः का इति अग्रे पश्येम। भूयोगलट् तत्र पुनः तित् आदेशः भवति, गुयोगति। इदानीं शप्रबाद्य श विकर्णप्रत्यय आदेशः भवति, गुयोग श योगति, गुयोग अ योगति। सार्वधातुक आर्धधातुकयोः इत्यनेन गुणप्रसक्तिः। सार्वधातुकम् अपित् इत्यनेन श नित्वत् निति च इत्यनेन गुणनिषेधः। गुयोग अ योगति इकोयनचि इत्यनेन यन्सन्धेः प्राप्तिः। श प्रत्यय अजादिः अपित् अतः अचि अचिष्णु धातु भ्रुवयोः अचिष्णु धातु भ्रुवां युवोर्यङ्गुवङ्गौ। अस्तु, पुनः वदामि, अचिष्णु धातु भ्रुवां युवो रियङ् उवङ् युवङ् युवङ्गौ इत्यनेन यन्सन्धिः प्रभाद्य उवङ् आदेशः भवति। अचिष्णु धातु भ्रुवां युवोर् यङ् उवङ्गौ इत्यस्य अर्थः उपरि दत्तः. अत्र गुधातुः उकारान्तः, अतः उकारस्य स्थाने उवङ्ग् आदेश न तु इयङ् इत्येव भेदः. यतोहि सूत्रेण उक्तं यत् इकारान्तधातोः स्थाने इयङ् उकारान्तधातोः स्थाने उवङ्ग्, तदा उवङ्ग् आदेशः कस्य स्थाने इति चेत् पुनः अनेकाल्षित् सर्वस्य इत्यस्य अपवादे निच्च सूचयति यत् नित्वत् अन्त्यस्य एव आदेशः. अतः यन् प्रभाद्य उवङ्ग् आदेशः भवति अन्त्यस्य उकारस्य स्थाने. इदानीं तु गु अपुरि शोत्सर्गे गु योग श भवति, तत्र गु योग अभवति. अचिष्णु धातु भ्रुवां युवोरियङ् उवङ्गौ इत्यनेन अचि परे उवङ्ग् आदेशः. इदानीं तु गकारः योग उव उव क्षमितं गकार योग उव योग अ गुव इति अङ्गं, गुव योगति गुवति इति रूपं निष्पन्यते. तर्हि यथा किमपि नूतनं नास्ति, यथा इकारस्य स्थाने इयङ् भवति तथैव उकारस्य स्थाने उवङ्ग् भवति. अत्र सार्वधातुकार्धातुकयोः कार्यं न करोति यतोहि अपि तस्ति श प्रत्ययः, अतः अचिष्णुधातु भ्रुवाम् इति सूत्रस्य कार्यं भवति. गवति न भवति, ग्वति न भवति, परन्तु गुवति इति भवति. तर्हि अत्र अचिष्णुधातु भ्रुवाम् इति अस्ति. सर्वे अवगच्छन्ति वा? आमां. तत्र इकारस्य स्थाने इयं कथम् आगच्छति इति सर्वे अवगच्छन्ति, तत्र समानमेव अस्ति. अस्तु, धन्यवादः महोदय. अस्तु, धन्यवादः. अग्रे मीना महोदय पठतु. सुदादिगणे षट् उकारं धातव. सुदादिगणे षट् उकारान्त धातवः गु द्रु कु नु धु शु शु, येषां सर्वेषां कार्यं गुधातोः यथावत् अतः गुवति ध्रुवति कुवते नीततः आत्मनेपदिधातुः नुवति ध्रुवति सुवति. गुरु गुपुरीषोत्सर्गे गुवति ध्रु गतिस्थैर्ययोः गच्छति स्थिरः भवति ध्रुव इति अङ्गं ध्रुवति ध्रुवति. कुङ् शब्दे ध्वनिं करोति कुव इति अङ्गं कुवते कुवते. तस्य कम्स् कु कु इस् इट् स्तवने स्तुतिं करोति प्रशंसां करोति. नूणः नु शयोगः श नुव नुव इति अङ्गं नुव योगः इति नुवति. धू विधू विधूनने बाधति कम्पनं कारयति. ध्रुव इति अङ्गं ध्रुव योगः इति ध्रुवति धुवति धुवति. पू प्रेरणे प्रेरयति शू प्रेरणे प्रेरयति. धात्वादेः सहसः सुयोग सुव इति अङ्गं सुवयोगति सुवति. सर्वत्र उवङ्गादेशः भूत्वा उ भवति. उ गुव् ध्रुव् गुव् नुव् ध्रुव् धुव् सु तर्हि किमपि नूतनं नास्ति. अतः अत्र षड् धातवः उकारान्तः, चत्वारः धातवः इकारान्तः इति एव अस्ति. महोदय एकः प्रश्नः अस्ति, अस्मिन् गणे सर्व उकारान्तधातवः नो चेत् उकारधातवः तत्र तत्र सर्वत्र उवङ् आदेशः भवति, सर्वेषाम् इकारान्तधातवः इयङ् आदेशः भवति किम्? अस्माभिः सर्वम् एव पठितं, दश एव धातवः सन्ति, सर्वे अस्माभिः पठितं, सर्वान् सर्वे धातवः अस्माभिः इदानीमेव पठितं, चत्वारः इकारान्तः षड् उकारान्तः. सामान्य इकारान्त उकारान्त धातवः न सन्ति तुदादिगणे. अशक्यम् अस्ति खलु, अशक्यम् अस्ति, तत्र अचिष्णातु ब्रुवाम् इति सूत्रस्य कार्यं भवति एव खलु. आम् सत्यं सत्यं. तर्हि सामान्यं नाम यत्र केवलं यण् सन्धिः इति भवति न वा इति किमपि भवितुं न शक्नोति, अतः एव लिखितं खलु स्वरूपमहोदयेन. यदि तुरादिगणे सामान्यचिन्तनम् अकरिष्यामः. अन्ये के गणाः इयङ् उवङ् कार्यं करोति इदानीं तु स्वादिगणे अपि भवति, श्नु तत्रापि एव अस्ति. तर्हि अतः शक्नु शक्नु योगः शक् धातोः प्रथमपुरुष बहुवचनं किम् अस्ति? शक्नुवन्ति. तत् उव यत् अस्ति तद् ततः एव आगच्छति. किन्तु ओ शक्नोति अस्ति, यतोहि तत् तिप् पित् अस्ति, पित् अस्ति, शक्नुतः तत्र अजादि नास्ति. शक्नुतः मध्ये किमपि नास्ति, वर्णमेलनमस्ति. तत्र अजादि नास्ति, अतः अस्तु अजादि नास्ति, पित् नास्ति, किमपि नास्ति. परन्तु शक्नु अन्ति मध्ये अन्ति अजादि अपि अस्ति, अतः अचिष्णुहातु ब्रुवाम् इति सूत्रेण शक्नुवन्ति भवति. तथा एव कुर्वन्ति किम्? कुर्वन्ति किम्? न कुर्वन्ति भिन्नमस्ति, कुर्वन्ति खलु, कुर्वन्ति भिन्नमस्ति. तत्र वकारः तत्र उव नास्ति, कुर्वन्ति नास्ति, क्रयादिगणे अस्ति. तत्तद् भिन्नं कार्यमस्ति. कुरु कुरु इति अस्ति यद् महोदय, तत्र कुरु एकं तु श्नु धातु श्नु श्नु अन्तं नास्ति, तदनन्तरं कुरु इति धातु नास्ति खलु, अतः अचिष्णु धातु ब्रुवां सूत्रस्य प्रसक्तिः एव नास्ति. भवति अतः इदानीं तु उकारान्त नास्ति. न यदपि किमपि अस्ति, ऐदर् श्नु अङ्गम् अस्ति, श्नु प्रत्ययान्त अङ्गम् अस्ति यथा शक्नुवति यत्, नो चेत् धातुः भवेत्, किमपि अङ्गम् किल गुरु इति अङ्गम् अस्ति, कोऽपि अङ्गं यस्य अन्ते इकारः उकारः इति सूत्रं न वदति, धातु यस्य अन्ते इकारः उकारः. ख धातु अस्ति, अतः तत्र उकार उकार अन्ते नास्ति इति. उकार अन्ते नास्ति, धातु धातोः उकारान्त नास्ति, अपि च श्नु अपि नास्ति, अतः तत्र सूत्रस्य प्रसक्तिः एव नास्ति. अस्तु तर्हि इदानीम् अग्रे ऋकारान् धातोः मीना ऋकारान्तदातवः सुधादिगणे चत्वारः ऋकारान्तदातवः सन्ति, मृङ् पृन् दृङ् घृङ् च, इमे सर्वे इतः अतः अनुदात्तयतः आत्मनेपदम् इत्यनेन आत्मनेपदिनः. सुधादिगणे शपं प्रपाद्य श विकरणप्रत्ययः आयाति इति ज्ञातम्, तस्मात् कारणात् अत्र ऋङ् शयङ् लिङ्क्षु इति सूत्रं ऋङ् शयङ् लिङ्क्षु इति सूत्रं कार्यं करोति नूतनसूत्रं वा? अनेन ऋकारान्तधातूनां ऋङ् आदेशः भवति शप् प्रत्यये परे. क्रमेण इदं कार्यम् अवलोकयेम. तुदादिगणीयः मृङ् प्राणत्यागे इति धातुः. तर्हि इदानीम् इदानीं कार्यं किम् अस्ति? मृयोगः श नाम मृयोगः अ इति अस्ति खलु मृधातु कृते. अत्र कस्य कस्य सूत्रस्य प्रसक्तिः भवति? मृयोगः अ मृधातु मृ मृ मृ मृ मृ इति ऋकारान्तधातुः अस्ति. तस्य अग्रे श इति विकरणप्रत्यय अस्ति, नाम अ इति अस्ति, मृयोगः अ. इदानीं मृयोगः अ इति स्थाने कस्य कस्य प्रसक्तिः अस्ति? सारुदातार्थदातुकयोः प्रसक्तिः अस्ति, सूत्रस्य प्रसक्तिः अस्ति. तदनन्तरम् अनन्तरं सामान्यसूत्रं किमस्ति? इको यणचि खलु, सामान्यसूत्रम् इको यणचि. तर्हि इको यणचि किमर्थं न भवति? इको इको यणचि इकः अचि परे इकः प्रसक्तिः अस्ति, कार्यं किमर्थं न भवति? वर्णकार्यमस्ति खलु, अङ्गकार्यस्य महत्त्वमस्ति. वर्णकार्यमस्ति, किमर्थं न किमर्थं न भवति इति? एकं तु वर्णकार्यमस्ति, वर्णकार्यस्य अपेक्षया अङ्गकार्यं बल्यम् अस्ति, अतः सार्वधातुकार्धातुकयोः तस्य तत् बलवत्तरमस्ति, यतोहि तत् अङ्गकार्यमस्ति. अन्यमपि अस्ति यत् सार्वधातुकार्धातुकयोः इति परसूत्रमपि अस्ति इकोणचि अपेक्षया. परन्तु शविकरणम् इति कारणेन ज्ञिति च इति गुणनिषेधः भवति. सत्यं, तर्हि सार्वधातुक आर्धातुकयोः इति सूत्रं कार्यं न करोति. तर्हि इदानीम् इको यणचि इति एकं सूत्रमस्ति, अन्य अपि इदानीं नूतनं सूत्रमस्ति रिङ् शयङ् लिङ्क्षु. इदानीं रिङ् शयङ् लिङ्क्षु इको यणचि इति सूत्रयोः मध्ये क्लेशः अस्ति, तर्हि क्लेशः न सम्यक् विरोधः अस्ति. इदानीं रिङ् शयङ् लिङ्क्षु इति सूत्रस्य कार्यं भवति, यतोहि तद् अङ्गकार्यमपि अस्ति परसूत्रमपि अस्ति. तर्हि तुदादिगणे रिङ् शयङ् लिङ्क्षु इति एकं सूत्रमस्ति, तत् सूत्रं किं वदति इति अहं केवलं संक्षेपे वदामि, यतोहि समयः समाप्तः. रिङ् शयङ् लिङ्क्षु इति सूत्रं वदति यत् यदि ह्रस्वऋकारान्तः अङ्गः अस्ति, ह्रस्वऋकारान्तः अङ्गः अस्ति, तस्य अनन्तरं यदि शप्रत्ययः अस्ति, नाम तुदादिगणीयशप्रत्ययः, नो चेत् यक् प्रत्ययः अस्ति, यक् इत्युक्ते कर्मणि, कर्मणि यद् यक् प्रत्ययः अस्ति, नो चेत् यकारादि आर्धातुकलिङ्प्रत्ययः अस्ति आर्धातुक आर्धातुकप्रकरणे, तर्हि एतादृशनिमित्तमस्ति चेत् निमित्तमस्ति चेत् ऋकारस्य स्थाने रि भवति. तर्हि अत्र किं भवति? मृयोगः अ अस्ति, अत्र ह्रस्वऋकारान्तम् अस्ति मृ, तदनन्तरं श प्रत्ययः अस्ति, अतः ऋकारस्य स्थाने रि इति भवति रि, अतः मृ तस्य मृ भवति मृ मृ मृयोगः मृ अ मृ अ इति. तर्हि मृ अ इति भवति. तदनन्तरम् अग्रे कार्यं भवति, तत् कथं भवति इति वयम् अग्रे पश्यामः. अस्तु, तर्हि इदानीम् एतावत्पर्यन्तं सर्वे अवगच्छन्ति वा? अस्तु अस्तु, तर्हि धन्यवादः, इदानीम् अग्रे मिलिष्यामः. शुभदिनं, शुभरात्रि, शुभरात्रि, धन्यवादः.